तर्हि इयस्सु निष्ठानिति द्वयोः प्रत्ययोः अध्ययनं वर्तमानमस्ति। अत्र परिसमाप्य अग्रे समासः इति विषयः आरप्स्यते। पश्येम कुत्रपर्यन्तं प्राप्नुमः अद्य। अत्र च प्रथमतया अतिशयार्थे इति उच्यते द्वयोः प्रत्ययोः चतुर्णां तरप् तमप् इयसून् इष्ठन् अतिशयार्थे। अतिशयशब्दस्य अर्थः तत्र द्रष्टव्यमस्ति सन्दर्भम् अनुसृत्य, यतोहि यथा संयोजितमस्ति अत्र कुत्रचित् अधिकम् इति अर्थः बोधयति, पुनः कुत्रचित् इतोपि सम्यक् इति अर्थं बोधयति इति कृत्वा सन्दर्भम् अनुसृत्य आशयः बोध्यः इति एकमस्ति। तद्यथा गतसप्ताहे अत्र माला तत्र धारयति इति अस्मिन् अर्थे तत्र कुत्र पर्यन्तं माला अति तत्र सृजिष्ठः सृजीयान् इति वयं दृष्टवन्तः। तत्र माला इति अस्मिन् अर्थे सृजिष्ठः इति वयं वक्तुं शक्नुमः यस्य अधिकमालाः सन्ति इति एकः अर्थः अस्ति, तत्र अधिकार्थे अस्ति। पुनः इतोपि पूजनीय इति अपि अर्थः भवितुमर्हति माला अस्ति इति कृत्वा, मालां धरति इति कृत्वा, धरति इति कृत्वा तत्र इतोपि पूजनीयमिति इति अपि तादृश अर्थः सूचितः अस्ति सन्दर्भम् अनुसृत्य। तर्हि मतुप् इति उक्तमस्ति, अपि च विन् द्वयोः अर्थः अस्य अस्मिन् वा इति अर्थः। मतुप् इति अस्य कथनेन वतुप् इति अपि इत्यस्य इङ्गितमपि अस्ति। तर्हि गतसप्ताहे सृजिष्ठ अपि च सृजीयान् ततः अग्रे अस्य उदाहरणस्वरूपमस्ति त्वचिष्ठः त्वचीयान् इति। सुब्रह्मण्यं तत्र वदति वा? आं महोदय, त्वचिष्ठः त्वचीयान् सर्वे इमे त्वग्वन्तः, अयमेषामतिशयेन त्वग्वान् त्वचिष्ठः, उभौ इमौ त्वग्वन्तौ, अयमनयोरतिशयेन त्वग्वान् त्वचीयान्। अत्र अर्थः अस्ति त्वच् इति प्रायः मूलशब्दः, त्वच् इत्यस्य इत्युक्ते चर्म इति अर्थः। अत्र प्रायः यः अधिकं धरति इति तादृश अर्थः इति चिन्तयामि। अत्र अतिशयेन अत्र बहुषु एकः, अत्र त्वचिष्ठः, द्वौ एकः, त्वचीयान् तादृशम् अस्ति अत्र। अत्र त्वग्वान् योगः इष्ठन् अत्र द्वयोः एकः, क्षम्यतां महोदय, त्वग्वान् योगः इष्ठन् अत्र त्वग्वान् इति वतुप् प्रत्ययः। इदानीमेव वयं दृष्टवन्तः विन् मतोर् लुक् इत्यनेन अत्र मतुप् इत्यनेन वतुप् अपि नयामः। अतः विन् मतोर् लुक् इत्यनेन किं भवति इत्युक्ते अत्र वतुप् प्रत्ययस्य लोपः भवति। लुक् इति अस्ति, लुक् इत्यनेन अत्र प्रत्ययलोपे प्रत्ययलक्षणं तिष्ठति इति। त्वच् योगः इष्ठ, इदानीमत्र त्वच् इति एका च अस्ति, इष्ठन् इति अत्र स्वादि स्वादि अत्र भसंज्ञक प्रत्ययः, क्षम्यताम्, अजादिप्रत्ययः. अतः तस्मात् पूर्वं यः शब्दस्वरूपः अस्ति सः तु भसंज्ञकः भवति. इदानीमत्र प्रकृत्यैकाच् इत्यनेन अत्र टि भागस्य लोपः न भवति, अतः त्वच् एव, त्वच् योगः इष्ठ, त्वचिष्ठ इति मूलरूपम्. अत्र त्रिषु लिङ्गेषु त्वचिष्ठः, त्वचिष्ठा, त्वचिष्ठम् इति. त्वग्वान् पुनः तादृशमेव, त्वग्वान् योगः इयसून्. पुनः अत्र वतु प्रत्ययस्य लोपः विन्मतोर्लुक् इत्यनेन त्वच् योगः इयसून्. अत्र त्वच् योगः इयस्, पुनः अत्र इयस् इति प्रत्ययात् पूर्वं यः शब्दस्वरूपः अस्ति सः शब्दस्वरूपः एकाच् अस्ति. अतः अत्र प्रकृत्यैकाच् इत्यनेन टीभागस्य लोपः न भवति. त्वच्योगः इयस्, त्वचीयस्. त्रिषु लिङ्गेषु अत्र त्वचीयान्, त्वचीयसि, त्वचीयः. बहु समीचीनमस्ति. तर्हि अत्र अत्र चिन्तनीयमस्ति खलु यत् त्वचिष्ठः त्वचीयान् इत्यनयोः अर्थः यस्य सर्वाधिका त्वच् अथवा त्वक्, सर्वाधिका त्वक् यस्य अथवा यस्य त्वक् समीचीना, हा सर्वोत्तमा, सर्वोत्तमा इति प्रायः तादृशः अर्थः अस्ति खलु इति. यतोहि तत्र परिमाणार्थे तत्र किञ्चित् वैचित्र्यमस्ति यस्य अधिकं, अतः तत्र सन्दर्भम् अनुसृत्य परिशीलनीयं भवति यत् अधिकमस्ति वा पुनः समीचीनमस्ति वा इति द्रष्टव्यमस्ति. अस्तु, समीचीनमस्ति महोदय. परन्तु यत् समीचीनमपि अधिकसमीचीनम् इत्यस्य अर्थे अपि भवितुमर्हति किल महोदय? इति अवश्यमस्ति, नाम तुलनात्मक अर्थः अस्ति एव. केवलं परिमाणार्थे अस्ति वा अथवा समीचीनार्थे अस्ति वा इति तादृशभेदः इति वक्तुं भेदं वक्तुम् इष्टवान् यत् कुत्रचित् परिमाणार्थे, अपि च कुत्रचित् तत्र गुणार्थे इति वक्तुं शक्नुमः खलु. अत्र इतोपि त्वच् इति प्रायः तादृश अर्थः नास्ति, समीचीना त्वक् अस्ति इति अत्र, किन्तु सर्वत्र तथा नास्ति. यथा माला इति प्रसङ्गे अत्र द्वयोः इति भवति, द्वयोः अर्थयोः बोधः भवितुमर्हति स्म. अत्र सृजिष्ठः गुणवाचकः अथवा परिमाणवाचकः. महोदय, यदा वयं वदामः समीचीना त्वच् अस्ति, तत् एवं चिन्तितुं शक्नुमः यत् तत्र रोगरहित अथवा अथवा किमपि दोषरहित त्वच् अस्ति. हा, यत् किमपि यथा सन्दर्भं द्वयमपि भवितुमर्हति, द्रष्टव्यमस्ति. एकस्य एकः रोगी अस्ति, एकः रोगी नास्ति इति, अथवा बहवः रोगिणः सन्ति. एकस्य तु इदानीं सम्यक् जातमस्ति, सम्यक् जाता अस्ति त्वक् इति कृत्वा तथा भवितुमर्हति, अथवा यः सुन्दरः अथवा या सुन्दरी इति अस्ति कृत्वा तद् तादृशार्थः अपि भवितुमर्हति अवश्यं खलु. अस्तु, तर्हि अग्रे किं लक्ष्मी भगिनि? इदं सूत्रं विन्मतोर् लुक् ज्ञापकमस्ति यत् भिन्नन्तशब्दस्य मधुबन्तशब्दस्य च तुलनात्मकार्थे इष्टन् यस्सुन् प्रत्यय इत्यनयोः व्यवहारः भवति. यथा बुद्धिमान् इत्यस्य मतु लुक् बुद्धियोगः इष्ट, बुद्धि अनेकाच् अतः तेः इत्यनेन टीभागलोपः, बुद्धि बुद्ध योगः इष्ट बुद्धिष्ठ धनवान् अपि तथैव कल्पनीयम् इत्युक्ते अत्र सूत्रम् अन्यत् सूत्रमस्ति विन्मतोर्लुक् अनेन सूत्रेण अत्र अन्यत् सूत्रमिति न तदेव सूत्रम् आं महोदय सूत्रेण अत्र विन्नन्तशब्दस्य इत्युक्ते अत्र विन् एकः प्रत्ययः अपि च मतुप् अन्यप्रत्ययः वयं जानीमः अत्र इयसुन् वा अथवा इष्टन् प्रत्ययौ तुलनात्मकार्थे एव वयं तेषाम् उपयोगं कुर्मः परन्तु अत्र विशिष्टरीत्या अत्र विन् प्रत्ययस्य विषये अपि च मतुप्रत्ययस्य विषये तुलनात्मकार्थे इदं सूत्रं कार्यं करोति. अत्र बुद्धिमान् इति पदम् उदाहरणत्वेन दत्तमस्ति. तत्र बुद्धिमान् इति प्रातिपदिकमस्ति. बुद्धिमत् मतुपन्त प्रातिपदिकम्. अत्र लोपः इत्यस्य अन्यनाम अस्ति लुक्. लुक् इत्युक्ते एकः प्रकारकः लोपः. अत्र बुद्धि इति पदम् अत्र बुद्धि इति पदम् अङ्गं भवति. तत्र अङ्गात् अनेकाचस्ति. अपि च इष्टन् प्रत्ययं योजयामः. इष्टन् प्रत्ययः अजादिप्रत्ययः. बुद्धि इति भासंज्ञकः भवति यदि इष्टन् प्रत्ययस्य योजनेन. अपि च बुद्धि इत्यस्मिन् उकारः अपि च इकारः इत्युक्ते स्वरद्वयमस्ति अतः अनेकाच्. तदा टेः इति सूत्रेण बुद्धिः इत्यस्मात् टि भागस्य लोपः भवति. तदा बुद्ध रूपम् आगतं. बुद्धियोगः इष्ट बुद्धिष्ट नूतनं प्रातिपदिकं. तस्मात् त्रिषु लिङ्गेषु रूपाणि वयं जानीमः बुद्धिष्टः बुद्धिष्ठा बुद्धिष्टं. तथा एव धनवान् इति पदस्य रूपाणि अपि कल्पनीयानि. तर्हि समीचीनमस्ति. अत्र अत्र सारांशः अस्ति यत् यथा तत्र गतवर्गस्य चिन्तनं किञ्चित् अस्माभिः कृतमासीत् यत् यद्यपि तत्र माला अथवा त्वच् इति द्वौ शब्दौ गुणात्मकौ न स्तः, किन्तु मतुप् अथवा विन् इत्यनयोः प्रत्ययोः संयोजनेन तत्र गुणवाचक अर्थः आगच्छति. अतः बुद्धिः इति अपि तथा अस्ति. नाम बुद्धिमान् इति भिन्नम् अस्ति, बुद्धिः इति भिन्नः खलु. अतः अत्र इति अस्ति इति कृत्वा अत्र यत्र न भवति स्म अत्र भवति, यतोहि तस्य अर्थः तादृशः आसीत् गुणवाचकः. गुणवाचकः आसीत् इति कृत्वा तत्र मतुप् विन्नतिनयोः लोपानन्तरमपि तथा तादृशं रूपं सिद्ध्यति अनेन सूत्रेण. अजादिगुणवचनादेव इति सूत्रेण अत्र केवलं गुणवाचकशब्देषु एव भवति. परन्तु गते सप्ताहे स्रज् गुणवाचकशब्दः नास्ति इति उक्तम्. बहु समीचीनमस्ति. तर्हि अत्र धनवान् मेहुलमहोदय वदतु, धनवान् किं कथमस्ति? आम् महोदय, धनवान् तत्रापि तुलनात्मकर्थे यदि इष्टन् अथवा इयसुन् प्रत्यय योजयामः चेत् तत्र मतुक् लुक् विन्मतोर्लुक् इत्यनेन तस्य लोपः मतुप्रत्ययस्य लोपः भवति. अतः धनयोगः इष्ट इति भवति. अतः धनिष्ठ इति भवति, तत्र अनेकाच् अस्ति, धन इति अनेकाच् पदमस्ति, अतः टेः इत्यस्मिन् इत्यनेन टी भागस्य लोपः भवति, अतः धनयोगः इष्ठ धनिष्ठ इति भवति. धनवान् इति पुल्लिङ्गे रूपम् आगच्छति, धनवती अपि च धनवत् इति नपुंसकलिङ्गे रूपम् आगच्छति. इयसुञ्चेत् तत्र धनी धनीयस् इति प्रातिपदिकम्, अनन्तरं धनी धनीयस् धनी धनीयाः अपि च धनीयः इति धनीयस् धनीयसि धनीयः इति रूपमागच्छति. किं पुल्लिङ्गे रूपं किं पुल्लिङ्गे धनीयान् धनीयान् या आगच्छति धनीयान् धनीयसि धनीयः इति भवति. हा धनी धनीयसि धनी धनीयः. अस्तु, समीचीनमस्ति, बहु सम्यक् अस्ति. तर्हि अत्र किञ्चित् शास्त्रीज्ञानम् अतीवव्यवहारिकमस्ति, व्यावहारिकं ज्ञानमस्ति, यतोहि अत्र शब्दकोशे एतादृशशब्दाः न लभ्यमानाः इति कृत्वा नाम बुद्धिष्ठशब्दस्य तत्र शब्दकोशे न प्राप्यते. कति शब्दाः संयोजयितुं शब्दान् संयोजयितुं शक्नुमः शब्दकोशे? प्रत्ययः अस्ति चेत् अस्माकं किञ्चित् ज्ञानं भवति चेत् नूतननूतनशब्दाः सृष्टाः भवन्ति. ये शब्दाः सन्ति एव, नाम धनिष्ठः बुद्धिष्ठः धनीयान् इति, यतोहि मतुप् अपि च विन् इति अनयोः लुक् भवति, अतः एतत् सर्वं साधयितुं शक्नुमः. समीचीनं महोदय. एकः प्रश्नः, कनिष्ठ अपि च ज्येष्ठ अत्र कथं वा गुणवाचकः गुणवाचकौ द्वौ अपि कनिष्ठ अत्र इष्ठन् प्रत्ययः अस्ति अत्र कनिष्ठ इति गुणवाचकः भवति वा? अत्र मूलशब्दः तत्र तत्र प्रकृति आदेशः अस्ति महोदय, अस्ति, परन्तु युवाल्पयोः कनन्यतरस्याम् इति अस्ति प्रकृति आदेशः, युवापि च अल्प, परन्तु अत्र तदानीं मम कनिष्ठा पुत्री इति वदेम किल, अत्र गुणवाचकं भवति वा इति मम प्रश्नः. नाम युवान् इति शब्दः, युवान् इति शब्दः सत्यम्. अत्र किं वक्तव्यमस्ति, प्रथमतया सूत्रमस्ति, सूत्रमस्ति, विधायकसूत्रमस्ति इति कृत्वा नाम प्रश्नः उचितः अस्ति. अस्माभिः किं द्रष्टव्यमस्ति यत् वस्तुतः गुणवाचकः नास्ति, अतः सूत्रस्य सूत्रेण ज्ञापकं भवति यत् गुणः गुणवाचकः नास्ति चेदपि एतादृशरूपम् अस्ति इति एका सम्भावना अस्ति. नाम एकं द्रष्टव्यमस्ति यत् युवन् इति तादृशगुणवाचकशब्दः अस्ति वा, तादृश अर्थः अर्थं बोधयति वा इति एकमस्ति. द्वितीयमस्ति यद् न बोधयति चेत् सूत्रं ज्ञापकमस्ति, सूत्रं तु ज्ञापकमस्ति यत् रूपं भवति, रूपम् अस्ति इति जानीमः. नाम गुणवाचकः नास्ति चेदपि अस्ति, अथवा वस्तुतः तादृशः अर्थः अपि अस्ति इति अनयोः मध्ये किम् अस्ति इति अस्माभिः द्रष्टव्यमस्ति. अपरस्य कस्यचित् चिन्तनमस्ति चेत् उचितम्. अस्तु, अग्रे गच्छेम तर्हि. शुकवान् महोदय सर् अग्रे पठितुमिच्छति. हा महोदय. तुरिष्टे मेयः सु, तुरिष्टे मेयः सु शब्दस्य तृभागलोपो भवति इष्टन् इयसून् इमनिच् इत्येषु प्रत्ययेषु परेषु. अत्र आगे आयाचति किल करिष्ट विजिष्ट विजयिष्ट बहिष्ट इति. इदानीं तत्र कर्तृयोगः इष्टन् इति, तत्र कर्तृ इत्यस्य अन्ते तृ इति भागः दृश्यते. कर्तृयोगः इष्टन् तृष्टे मेयस्सु. तत्र किमर्थं विसर्गः अस्ति, तत् सकारः नास्ति इति? सकारः केषुचित् ग्रन्थेषु सकारः इति लिख्यते, केषुचित् ग्रन्थेषु विसर्गः लिख्यते. वैकल्पिकं वा तत्र सकारः? तत् सप्तमी सप्तमीभक्तौ अत्र तत्र व्यवस्था अस्ति. यावत् स्मरामि तत्र रूपद्वयम् अस्ति. मातॄणाम् अष्टाध्याय्यां विसर्गः अस्ति. तत्र अन्यत्र सूत्रेण विकल्पेन रूपद्वयम् अस्ति इति. हा, यावत् स्मरामि तथा अस्ति. तुरिष्टे मेयस्सु इत्यनेन तृभागलोपः भवति. अत्र कर्तृ इत्यत्र तृ इत्यस्य लोपः भवति, केवलं कर् एव तिष्ठति. इदानीं कर्योगः इष्ट, तत्र करिष्ट इति प्रातिपदिकं भवति. तस्य रूपाणि करिष्टः करिष्टा करिष्टन् इति रूपाणि भवन्ति. त्रियसून् तस्य अर्थः यः अधिकं करोति. किन्तु तत्र समुदायः सर्वे कुर्वन्तः समुदाये, तेषु एषः नो चेत् एते करिष्टः इति. सामान्यजनाः नास्ति तत्र, कुर्वन्तः अपि अकुर्वन्तः इति समुदायः नास्ति किल. ये कुर्वन्ति तेषु तुलनात्मकार्थः अस्ति. अस्तु खलु? आमामां सत्यं. कुर्वत्सु एषः नो चेत् एते करिष्ठाः, करिष्ठः नो चेत् करिष्ठाः इति भवति. अस्तु, इदानीं तत्र इयसून् वक्तव्यं चेत् तत्र एवमेव, तत्रापि तृ इत्यस्य लोपः भवति तुरिष्टे मेयस्सु इति सूत्रेण. कर् योगः इयसून्. इदानीं कर् इति अत्र किं चिन्तनं महोदय? तत्र प्रकृत्यैकाच् इति सूत्रेण तत्र तिष्ठति वा, नो चेत् कर्तृ इत्यत्र प्रथमतया विशिष्टसूत्रमस्ति तृतीयस्य लोपः. अस्तु अस्तु, तदनन्तरमेव. इदानीं तत्र एकाचैव अस्ति इति कृत्वा तादृशमेव तिष्ठति, यतः अपवादः अस्ति खलु. आमां सत्यं सत्यं. कर् योगः इयसून् करीयस् इति प्रातिपदिकं भवति. तस्य रूपाणि करीयान् करीयसि करीयः इति रूपाणि भवन्ति. एवमेव विजय अतीव व्यावहारिकशब्दः अस्ति. एतादृशाः शब्दाः तत्र आनीतव्याः व्यवहारे. आं किञ्चित् यः परिश्रमी अस्ति तादृशशब्दः तत्र उचितः अस्ति खलु. हा अस्तु, समीचीनं. वयं तु न उपयुज्महे नाम एतत् सर्वं तत्र इदानीम् अधीतवन्तः. इदानीं कश्चन द्वितीयसोपानमस्ति यत् व्यवहारे आनयत् आनेतव्यमस्ति खलु. सत्यं सत्यं किञ्चित् परिश्रमं कृत्वा आनेतव्यं नो चेत् विस्मरामः विजयितृ विजयितृ योगः इष्टन् तत्रापि तत्र ऋ तृ इति अन्ते अस्ति इत्यतः तुरी तुरी तुरीष्टे मेयस्सु इत्यनेन तृभागस्य लोपः भवति विजयी इति तिष्ठति विजयी योगः इष्ट तत्र विजयिष्ट इति प्रातिपदिकं भवति रूपाणि विजयिष्टः विजयिष्टा विजयिष्टन् इति विजयिष्ट विजयी योगः इयसून् विज तत्र कीदृशः विजयी तत्र विजयितृ इति ये विजयं प्राप्नुवन्ति तेषु एषः विजयिष्टः इति हा तेषु सः कीदृशः यः विजयिष्टः इति तत्र तेषु अधिकं विजयं प्राप्तवान् इति आमामाम् तेषां विजयं प्राप्तवान् इति न आमामां बहु सम्यक् अस्ति महोदय महोदय अत्र तुरिष्टे मेयः सु अत्र अष्टाध्यायी न सूचयति शेषाद्विभाषा तत् सूचयति न उच्चामि अष्टाध्यायी न सूचयति इति अस्य अर्थः न अत्र नास्ति अस्ति एव सूत्रमस्ति तत्र अष्टाध्याय्यां पश्यति अथवा आन्लैन् पश्यति चेत् तत्र लभ्यते सूत्रमस्ति अवश्यम् अवश्यम् अस्तु तृतीयम् उदाहरणं तत्र जगन्नाथमहोदय भवतु वः वः योगः तृच् इति तस्य अन्यकार्यं भूत्वा वो ढृ इति शब्दं प्राप्नुमः वो ढृ योगः इष्ठन् अत्र तुरिष्ठे मेयः सु इति इत्यनेन तृभागस्य लोप मूले वोढृ तस्य परिणामात् पूर्वं तृ आसीत् शब्दे तदर्थं तर्हि ढृ अपि ढृ शब्द पदस्य अपि लोपो भवति तर्हि वः वः एव तिष्ठति प्रथमभागस्य वह् योग इष्ठ वहिष्ठ वहिष्ठ प्रातिपदिकं वहिष्ठः वहिष्ठा वहिष्ठम् इति त्रीणि रूपाणि अर्थः कीदृशः स्यात् वह् एवं वेगेन वहति तादृशं किमपि अर्थः वा नावगच्छामि वेगेन तत्र वेगशब्दः तत्र तावत् तत्र अर्थद्वयमस्ति इति मया उक्तमस्ति अद्य परिमाणार्थे अथवा गुणात्मकार्थे नाम सम्यक् रूपेण अथवा अधिकं यः अधिकं वोढुं शक्नोति अथवा यः सम्यक्तया समीचीनरीत्या वहति इतोपि समीचीनरीत्या तत्र वेगः इतोपि वेगः तादृश अर्थः भवितुम् अर्हति किन्तु साक्षात् सम्यक् अथवा अधिकं परिमाणार्थे अथवा गुणात्मकार्थे तत्र सम्यक् रीत्या वोढुं शक्नोति इत्यस्य तादृश अर्थः भवितुम् अर्हति यद् वेगेन नौका गच्छति नदी मध्ये तर्हि तस्मिन् अर्थे प्रायः वेगेन गच्छति शीघ्रं प्राप्नुमः लक्ष्यं तादृशम् अर्थं तदेव मम मनसि तादृशं चिन्तनमासीत् धन्यवादः हा तर्हि अत्र अत्र अपि व्यवहारिकप्रयोगः तत्र मतु अपि च विन् पुनः इदानीं तृ इति अस्य नाम तृच् तृच् प्रत्ययस्य त्रिभागस्य लोपं कृत्वा यः अत्र करोति अथवा यत्किमपि तत्र सामान्यतया तत्र क्रियावान् भवति तृच् इत्यनेन नेता तत्र क्रियावान् अस्ति तादृशक्रिया अस्ति अधिकं सम्यक्तया अथवा अधिकम् इति अस्मिन् अर्थे यः क्रिया यः धातुः अस्ति कृदन्तरूपम् अस्ति खलु तर्हि धातुः योगः तृच् तृच् इति निष्कासयामः यः धातुः धात्वार्थः क्रिया तस्य आधिक्यम् अस्तु समीचीनमस्ति अग्रे विद्याभगिनी अग्रे अस्तु महोदय दोही यसि दुह्योगः तृच् दोग्दृ स्त्रियां दोग्द्रि दोग्द्रि योगः इयसुन् भास्याडे तद्धिते पुंवद्भावो वक्तव्यः इत्यनेन वार्तिकेन पुंवद्भावः नीप् निवृत्तिः दोग्दृ योगः इयस् तृष्टेमेयः सु इत्यनेन तृभागलोपः मूले तृ आसीत् दोह् योगः इयस् दोहीयस् दोहीयस् स्त्रियां दोहीयस् योगः स्त्रियां नीप् दोहीयसि दोहीयसि धेनुः या धेनुः बहु तुग्धं ददाति तर्हि अत्र दुह् इति प्रातिपदिकमस्ति दुह् इति प्रातिपदिकस्य अनन्तरं तृच् प्रत्ययं योजयामः चेत् इति धातुः प्रातिपदिकं ओ धातुः अस्तु दुह् इति धातुः अस्ति सत्यं सत्यं सत्यं दुह् इति धातुतः तृच् इति प्रत्ययं योजयामः चेत् तत्र इदानीं कृदन्त पदं प्रातिपदिकम् अस्ति दोग्दृ स्त्रियां तत्र नीप् इति प्रत्ययं योजयामः चेत् दीर्घ इकारः दोग्द्री इति अस्ति दोग्द्री योगः इयसुन् अत्र वार्तिकमस्ति बास्याडे तद्धिते पुंवद्भावो वक्तव्यः इति वार्तिकेन पुंवद्भावः भवति इत्युक्ते पुल्लिङ्गवत् भवति अपि च नीप् इति प्रत्ययस्य निवृत्तिः इत्युक्ते लोपः भवति तर्हि अत्र दोग्द्री इत्यस्मिन् नीप् इत्यस्य लोपः दीर्घ इकारस्य लोपः अनन्तरं पुंवद्भावः अतः दोग्दृ इति प्रातिपदिकं पुल्लिङ्गे दोग्दृ योगः इयस् अत्र पुंवद्भावस्य कथनेन एव निवृत्तिः इति कथनस्य आशयः ओ अस्तु ओ नाम स्त्रीपतयः आसीत् पुंवद्भावं कृत्वा यथा अग्रे गत्वा वयं करिष्यामः तत्र कर्मधारीयसमासविषये यत्र सामानादिकरणीयमस्ति इति सामान्यनियमः पूर्वोद्भावः यत्र सामानादिकरणीयमस्ति द्वयोः शब्दयोः समानार्थः अस्ति यथा कर्मधारीयसमासे तत्र सुन्दरी बालिका गच्छति तत्र सुन्दरी इत्युक्ते बालिका इति कृत्वा पूर्वोद्भावं कुर्मः यदा कर्मधारीयसमासः भवति अतः सुन्दरबालिका अत्र सुन्दर तत्र नीपतिस्य लोपः भवति न तिष्ठति अस्तु अग्रे अस्तु दोग्दृ योगः इयस् पुंवद्भावं कृत्वा दोग्दृ योगः इयस् इदानीं तुरिष्टे मेयः सु इति सूत्रेण अत्र तृभागस्य लोपः तर्हि मूले तृ आसीत् अस्तु तर्हि दोह् योगः इयस् अत्र दुह् इति धातुतः अत्र गुणं कृत्वा दोह् योगः इयस् दोहीयस् इति इयसन् प्रत्ययं योजयित्वा दोहीयस् इदानीं स्त्रियां नीप् इति प्रत्ययं योजयामः दोहीयस् इति प्रातिपदिकं तत्र नीप् इति प्रत्ययं योजयित्वा दोहीयसि इति स्त्रीलिङ्गे प्रातिपदिकम् अस्ति स्त्रीलिङ्गे प्रथमविभक्तौ दोहीयसि इति एव रूपं दोहीयसि धेनुः या धेनुः बहु दुग्धं ददाति इत्युक्ते द्वयोः धेनवोः मध्ये एका बहु दुग्धं ददाति इत्यस्मिन् अर्थे अस्ति बहु समीचीनमस्ति महोदय मम प्रश्नः अस्ति विजयितृयोगः इष्टन् तत्र किमर्थं गुणः न भवति किमर्थं विजयेत्र इति न भवति अत्र तु दुः इति दोह् इति अभवत् अत्र विजयी युगः इष्ठ अत्र अत्र किम् अनेकाच् अस्ति इति कृत्वा अनेकाच् अस्ति इति कृत्वा इकारलोपः जातः खलु इकारस्य लोपः जातः तथा न प्रदर्शितमस्ति खलु विजयी योगः इष्ट तत्र दीर्घिकारः नास्ति इत्युक्ते तत् तेः इत्यनेन लोपः भूत्वा लोपस्य पूर्वं गुणः न भवति वा अत्र इत्युक्ते गुणकार्यं बाधितं तेः इत्यनेन इति तादृशं किमपि अस्ति वा प्रायः तेः इति तत्र षष्ठध्यायस्य चतुर्थीपा तत्र सावधातुकादधातुयोः इति सप्तमाध्यायस्ति खलु इति परसूत्रम् अतः नाम तत्र परजन्यवाद् इति गुणः वक्तुं शक्नुमः तत्र हानिः नास्ति किन्तु तस्य शब्द तस्य वर्णस्य लोपः भविष्यति इति न वा नाम गुणः भविष्यति एकारस्य लोपः गुणः भवति चेत् रूपं विद्यते खलु न कथं तत्र एकारस्य लोपः भविष्यति गुणस्य प्राक् इति वा न गुणानन्तरं परसूत्रमस्ति सावधातुकादयोः ओ अस्तु अस्तु अवगच्छामि अस्तु अवगच्छामि किन्तु न एकनिमेषः अत्र आम् सावधातुकादधातुकयोः अत्र सावधातुक आददातुकयोः इति अत्र इष्ट इति तद्धितप्रत्ययः अस्ति खलु न न इष्ट इति तद्धितप्रत्ययः तत्तु सत्यं परन्तु तृच् इति तु अर्धधातुकप्रत्ययः अस्ति खलु तत्र दुः इत्यस्मिन् अपि तृच् इति अर्धधातुकप्रत्ययं निमित्तीकृत्य एव गुणः अभवत् तर्हि अत्रापि तृच् प्रत्ययं निमित्तीकृत्य गुणः विजयित्र इति अत्र दुः इत्यस्मिन् अपि तृच् प्रत्ययं निमित्तीकृत्य दोः इति अभवत् अतः एव प्रश्नः आम् अत्र तृच् इति अग्रे गत्वा करिष्यामः तत्र किमर्थं गुणः नास्ति तत्र तृच् तत्रैव अस्ति अत्र इष्ट इति प्रसङ्गेन भवत्याः प्रश्नः आरम्भे एव तर्हि आरम्भे एव तृच् प्रत्ययं निमित्तीकृत्य किमर्थं गुणः नास्ति तत्तु अस्ति यथा महोदय क्रीडातुः कृतवान् विजयेतृ इति एव समीचीनमस्ति इति मम चिन्तनमस्ति महोदय अत्र पश्यामि अत्र विजयत्र हा तर्हि तत्र लब्धं वा विजयत्र महोदय स्पोकन् सान्स्क्रिट् डाट् आर्ग् मध्ये विजयिष्ट इति एव अस्ति विजयेष्ट इति नास्ति न किन्तु विजयेत भवति अथवा विजयिता त्रिजन्तरूपं किम् इदानीं मम पार्श्वे पुस्तकं नास्ति महोदय तत्र स्पोकन् सान्स्क्रिट् तत्र रूपमेव नास्ति विजयेत्र विजयेत्र द्वयमपि नास्ति विजयेत्र इति हा तत्र इदानीम् अग्रे गत्वा वयं करिष्यामः विजयेत्र इति न जाने अग्रे गत्वा द्रष्टव्यमस्ति किं रूपं स्यात् सत्यं तत्र सामान्य तत्र अपवादभूतसूत्रं किमपि नास्ति चेत् तत्र एकारः तद् भवति स्म किन्तु एकवारं यदा तृच् इति लोपः जातः तदानीं तु पुनः प्रातिपदिकं विजयिन् इति अस्ति अत्र इतोपि अस्ति किन्तु अत्र सारांशरूपेण दत्तमस्ति अग्रे गत्वा परिशीलयितुं शक्नुमः अस्तु अग्रे गच्छामः वा तर्हि अग्रिमम् एतत् सर्वं प्रायः परिशीलितवन्तः अत्र नूतनं किमपि अस्ति वा अत्र मौखिकरूपेण मया उक्तमासीत् तस्मिन् दिने. अस्तु, शीघ्रमेव राजेन्द्रं तत्र पठितुमिच्छति वा? आम् आं महोदय, आम् यथा भवान् उक्तवान् अहं पूर्वं कृतवन्तः तत्र स्थूलदूरयोः ह्रस्व क्षिप्र क्षुद्राणां यनादि परं पूर्वस्य च गुणः. अत्र स्थूलदूरयुवन् ह्रस्व क्षिप्र क्षुद्र इत्येषाम् अङ्गानां यनादिपरभागः तस्य भागस्य लोपो भवति, अपि च तस्मात् भागात् पूर्वं स्थितस्य शब्दस्वरूपस्य एकः गुणो भवति इष्ठन् यसन् यमिनिच् इत्येषु प्रत्ययेषु परेषु. यनादिपरभागः इत्युक्तौ य र ल व एषु अन्यतमः, अपि च तदनन्तरं यावत् अस्ति. अत्र आदेशः अस्ति तत् यथा स्थूल दूरयुव् ह्रस्व क्षिप्र क्षुद्र शब्दाः सन्ति, धातवः सन्ति, तत्र तत्र किमस्ति, तत्र यत् यन् यनादि परं यत् किमपि भवति तत् धातवः इति न शब्दः. तत्र यथा य र ल व तत्र तस्मिन् अन्तर्गणे यत्किमपि तत्र भागम् अस्ति, तदनन्तरं यत्किमपि भवति तत्र लोपः भवति. यथा स्थूल उदाहरणत्वेन स्वीकुर्मः, तत्र लकारः अकारः च लोपः भवति यनादि परमस्ति, तत् अनन्तरं तत्र पूर्वस्य गुणः भवति, स्थू ऊकारः अस्ति तस्य गुणं भूत्वा स्थो भवति. इदानीं स्थोरूपं स्वीकृत्य तत् इष्टन् अपि च यसन् प्रत्यय योजित्वा तत्र रूपाणि सिद्ध्यन्ति. अत्र तु स्थो योग इष्ट, अत्र ओकारः अस्ति, इकारः अस्ति, एचो यवा यावः तद् सूत्रेण सन्धि भूत्वा अव आदेशः भवति. स्थविष्ठ भवति, रूपाणि पुलिङ्गरूपाणि सन्ति, पुलिङ्गरूपः अस्ति स्थविष्ठः, स्थविष्ठा, अपि च नपुंसकरूपम् अस्ति स्थविष्ठं विष्ठं. तथैव तत्र यसन् प्रत्ययं योजयित्वा तत्र स्थो योग यसन् नकारस्य लोपः भवति, तत्र पुनः च तत्र एचो यवा यावः तत्र सन्धिं भूत्वा तत् अव आदेशः भवति. स्थवीयान् पुलिङ्गरूपं स्थवीयस् प्रातिपदिकं भवति, तत् अनन्तरं पुलिङ्गरूपः स्थवीयान् स्त्रीलिङ्ग स्थवीयसि, अपि च नपुंसकलिङ्गं स्थेवीयः यः तत्र रूपं भवति तत्. अत्र सर्वेषु स्थलेषु तरप्तमपि अपि भवतः, किन्तु अस्माकम् अभ्यासः अपेक्षितः एतेषु स्थलेषु यत् इष्ठन् इयसुनति. अस्तु, अत्र सर्वत्र तथा, अत्र यरलवा इत्येषां शीघ्रं वदतु. दूर इत्यस्मिन् हरे अनन्तरं यकारः रकारः अपि च अकारः तस्य लोपः भवता दु अवशिष्यते, तत् गुणं भवति, तत्र पूर्वस्य गुणः भवति द्वो भवति. इदानीं द्वो योग इष्ठ, तत्रापि एच वा यावः दव इष्ठ दविष्ठ प्रातिपदिकं एतत् सर्वं कृतवन्तः. दविष्ठ युवन् तथैव तत् वकारः अकारः नकारः तस्य लोपः भवति, यनादिपूर्वं परम् अस्ति यत्किमपि अस्ति, उकारस्य लोपः भवति, क्षम्यतां गुणः भवति. योग इष्ठ तथैव एच यावः यविष्ठः यविष्ठ प्रातिपदिकम्, अपि च यवि यस्मिन् प्रत्ययं योजयित्वा प्रातिपदिकं भवति, तदनन्तरं पुलिङ्गस्त्रीलिङ्ग नपुंसकलिङ्गरूपाणि भवन्ति. ह्रस्व तत्रापि तत्रापि वकारः अस्ति अकारः अस्ति, तस्य लोपः भवति, यनादि परं यत्किमपि अस्ति तस्य लोपः भवति. ह्रस् अवशिष्यते तत्र अत्र तु कोऽपि गुणः न अस्ति तत् तत्कारणात् तत् हृस् योग इष्ट हृष्ठ अपि च हरिष्यस् तत्र अनन्तरं तत्र रूपाणि भवन्ति क्षिप्रयोग तर्हि ह्रस् ह्रस् इति वक्तव्यमस्ति खलु ह्रसिष्ठ आम् आम् महोदय क्षिप्रयोग इष्टन् अत्र रकारः अस्ति यन् प्रत्याहारः अन्ते रकारः अपि च अकारः तस्य लोपः भवति क्षेप् इकारः अस्ति तस्य गुणं भूत्वा तत् क्षेप् भवति क्षेपयोग इष्ट क्षेपिष्ठ क्षेपिष्ठ अत्र तु वर्णमेलम् एव भवति अपि च क्षेपीयस् अनन्तरं लिङ्ग आधारीकृत रूपाणि भवन्ति क्षुद्रयोग इष्ठन् अत्रापि रकारः आकारः तस्य लोपः भवति यनादि परं यत्किमपि अस्ति तस्य लोपः भवति उकारः अस्ति उकारस्य गुणं भूत्वा तत् क्षोद् भवति क्षोदयोग इष्ट क्षोदिष्ठ अपि च तदा तथैव यस्मिन् प्रत्यय योजयित्वा तत् क्षोदीयस् अनन्तरं लिङ्गाधारीकृत रूपाणि भवन्ति तत्र क्षिप्रम् इति वेगेन इति अर्थः अस्ति जानाति वा क्षिप्रम् अतः क्षेपिष्टः इति यः सर्ववेगेन तत्र वेगतमः क्षेपिष्ठः क्षुद्रः इति अस्ति क्षुद्र इति अर्थः अस्ति अस्तु समीचीनमस्ति तर्हि किमिति महोदय अत्र जय इति अस्ति महोदय जय इत्यस्य तृच् अस्ति जयितृ किं जयापि न उक्तं वा अत्र जय अस्ति खलु महोदय जय शब्दः अत्र जि प्रातिप धातुतः जय इति प्रातिपदिकं तस्य तृच् अस्ति महोदय जयितृ जययोगः तृच् जयितृ न किन्तु अनेन सूत्रेण इति वक्तुम् इच्छति वा न अत्र जयितृ इति कथं वा अस्ति अत्र जय पुनः वदतु पुनः अत्र जि धातुतः जय इति कश्चन अन्यः प्रत्ययः अस्ति वयं न जानीमः इदानीम् अहं न जानामि परन्तु जय योगः तृच् जयितृ महोदय जय इति शब्दः अत्र कश्चन प्रत्ययः अस्ति अच् वा टाप् वा प्रत्ययः इति उक्तमस्ति जयित्र जयितृ जयितृ अस्ति अत्र एकारः नास्ति अतः विजयितृ एव अत्र इकारः तृच् योजनेन महोदय अत्र इकारः इडागमः जय जयित्र हा सत्यम् इति अस्माकं विषयः जयित्र जयित्र इति शब्दः अस्ति जयित्र इडागमः जय जय अतः गुणः नास्ति इडागमः नाम जय इति नास्ति जि इति जय इति नास्ति अत्र अत्र गुणः अस्ति भोः अत्र जि धातुः योगः इत्र इडागमः अस्ति जि इत्र गुणः जे इत्र अयादशः जय इत्र इति अस्ति जि धातुः सम्यक् अस्ति इदानीं स्पष्टं खलु गुणः भवति अत्र जि धातुः अस्ति जि हा इदानीं स्पष्टम् अस्तु अग्रे गच्छेम तर्हि इदानीं किं पुष्पा भगिनी पठितुमिच्छति वा शीघ्रमेव वयं कृतवन्तः भगिनी अस्ति महोदय अत्र एते आदेशाः भवन्ति साक्षात् साक्षात् आदेशः तत्तु प्रियस्थिर बहुल गुरु वृद्ध तृप्र दीर्घ वृन्दारकाणां प्रस्थस्वव वर्बहि गर्वशित्र त्रब्धा द्रावृन्दाः प्रिया स्थिर स्फिर उरु बहुल गुरु वृद्ध तृप्र दीर्घ वृन्दारक इत्येषां स्थाने यथासङ्ख्यं प्र स्त गर्वश तप् द्राघ् वृन्द एते आदेशाः भवन्ति इष्टन् ईयसन् इमनिच् इत्येषु प्रत्ययेषु परेषु तत्तु प्रिया तु प्रेष्टः प्रेष्टा इति आगच्छति प्रेष्टः ईयसन् प्रियान् स्थिर तु स्तेष्टः स्थेयान् स्फिर स्वेष्टेयान् ऊरु उरिष्टः उरीयान् बहुल बंहिष्ट अत्र मकारः आयाति सूत्रं न जानामि बंहिष्टः तादृश आदेशः अस्ति आदेशः तत्र अनुस्वारः मकारः इति न अनुस्वारः तत्र अनुस्वारः दत्तमस्ति बंहिष्टः बंहीयान् गुरु गुरिष्टः गुरीयान् ननु किमस्ति गुरु गुरु गरीयान् गर् गर् गरिष्ठः गरीयान् वृद्ध वर्षिष्ठः वर्षीयान् वर्षिष्ठः वर्षीयान् तृप्र त्रपिष्ठः त्रपीयान् दीर्घ द्राघिष्ठः तत्तु आकारः गच्छति ईकारस्य द्राघिष्ठः दीर्घ दीर्घ इत्यस्य स्थाने द्राघ् आकारः ईकारस्य स्थाने आकारः केवलम् ईकारस्य स्थाने आकारः इति न सम्पूर्णरीत्या भिन्नरूपम् अस्ति दीर्घ अत्र रेफः तत्र गकारु तत्र पूर्वं रेफः आसीत् इदानीं सम्पूर्णरीत्या भिन्नरूपम् अस्ति तत्र ईकारस्य स्थाने आकारः इति नास्ति द्राग् आगच्छति दीर्घ तु द्राग् आगच्छति द्राघिष्ठः द्राघीयान् वृन्दारक अत्र वृन्द् इति वृन्दिष्टः वृन्दीयान् अस्तु उपृतनिसूत्रे बमि द्राघि अनयोः इकारः केवलम् उच्चारणार्थम् अस्तु समीचीनमस्ति अग्रे एतत् सर्वं वयं दृष्टवन्तः तर्हि कस्य पुष्प तत्र पद्माभगिनी पठितुम् इच्छति वा भगिनी अस्ति हा महोदय बहोर्लोपो भू च बहोः बहुशब्देश्य स्थाने भू आदेशो भवति अपि च परयोः इमनिच् यसून् अनयोः ई च लोपो भवति अत्र बहु शब्दस्य स्थाने भू आदेश भवति बहोर्लोपो भू च बहु सूत्रेण बहु यसून् अत्र भू योगः यस् भवति भूयस् भूयान् भूयसि भवति इकारलोपः भवति अस्यापि उपयोगः भवेत् अस्माभिः भूयस् भूयस् प्रातिपदिकं भवति आम् प्रातिपदिकमस्ति अस्य अस्य एकम् उदाहरणं वयं चिन्तयितुं शक्नुमः भूयस् इति भूयस् इति अव्ययपदरूपेण अपि उपयुज्यते पुनः नाम एतत् सर्वं किम् अत्र भूयस् इतोपि अधिकं साधारणशब्दः अस्ति साधारणार्थः अतः भूयस् इति अस्य बहुत्र प्रयोगः भवितुम् अर्हति अस्माभिः चेष्टा करणीया अस्ति श्लोकेषु अत्र भूयो भूयो नमाम्यहम् इति आगच्छतु महोदय आमां समीचीनं श्लोकेषु दैनन्दिनव्यवहारे अपि भवेत् अस्माकं समीचीनमस्ति तत्र वदतु महोदय एकः प्रश्नः अस्ति मोहन महोदय अत्र इमनिच् इत्युक्ते किम् अर्थः इयसु निष्ठुन् इत्र तत्र तुलनात्मक अतिशयार्थे अस्ति परन्तु इमनिच् इत्यस्य कः अपि च इमनिच् इति वस्तुतः विस्मृतमस्ति मया तत्र विद्यापकेन जानाति वा तत्र उपयो तदितप्रत्ययः अस्ति महोदय तदितप्रत्ययेषु अन्यतमः अस्ति कस्मिन् अर्थे अस्ति इति अनन्तरं द्रक्ष्यामि न जाने तस्य अर्थः बहु तत्र बहु प्रायः न स्यात् प्रयोगः किन्तु तृतीयः अनन्तरं दृष्ट्वा वदामि भावः इत्यस्मिन् अर्थे कस्मिन् अर्थे कस्मिन् भावः इत्यस्मिन् अर्थे यथा अत्र त्व तल् इति तथा एव अत्र भावः इत्यस्मिन् अर्थे इमनेच् इति दृश्यते तत्र एकं रूपम् उदाहरणमस्ति वा पटिमा अस्तु द्रष्टव्यमस्ति पटि प्रतिमन् प्रतिमन् इति अस्ति पृतो इति इत्यस्य अनन्तरम् इमनेच् प्रतिमन् इति भावः महतः भावः महिमन् इति महतः भावः अस्तु अस्तु तर्हि अत्र भूयास् इति रूपमस्ति अनन्तरं मेहुल् महोदय अग्रे इष्ठस्य यच्च अत्र बहुशब्दस्य स्थाने भू आदेशो भवति अपि च इष्ठन् प्रत्ययस्य यक् आगमो भवति काशिकावृत्तिः बहोरुत्तरस्य इष्ठस्य ईडागमो भवति बहुश्च भूरादेशो भवति भूयिष्ठः लोपापवादो ईडागमः तस्मिन् निकार उच्चारणार्थः अत्र अनेन सूत्रेण बहुशब्दस्य स्थाने भू आदेशः भवति यदि इष्ठन् प्रत्ययस्य अनन्तरम् आगच्छति चेत् अपि च तत्र यिट् इति आगमः भवति तत्र एकः काशिकवृत्तिः अस्ति बहुरुत्तरस्य ईडागमः भवति बहुश्च भूरादेशः भवति अत्र एकः उदाहरणम् अस्ति बहुयोगः इष्ठन् तत्र बहुशब्दस्य स्थाने भू आदेशः अतः भूयोगः इष्ठन् परन्तु तत्र इष्ठन् प्रत्ययस्य भूयोगः इष्ठ भूयिष्ठ इति प्रातिपदिकं पुल्लिङ्गे भूयिष्ठः त्रिलिङ्गे भूयिष्ठ अपि च नपुंसकलिङ्गे भूयिष्ठम् इति भवति अत्र लोपापवादः तत्र इडाग ईडागमः तस्मिन् ईकारः उच्चारणार्थः तर्हि अत्र सुब्रह्मण्यं तत्र स्पष्टं जातं खलु कस्य ईकारः किमस्ति इति एकवारं वदति वा अस्तु महोदय अत्र द्वितीयसूत्रे महोदय इष्टस्य इट् च इति सूत्रे तस्मिन् दिने भवतः प्रश्नः आसीत् खलु अत्र पूर्वसूत्रात् अत्र बहोर्लोपो भू च बहोः इत्यनेन अत्र बहु शब्दस्य स्थाने भू आदेशः प्रथमम् अत्र अतः भूयोगः इष्ठन् इत्यस्य कथनेन च इत्यस्य कथनेन अत्र बहु योगः इष्ठन् इत्यस्य स्थाने अत्र बहु इत्यस्य स्थाने भू आदेशः बहोर्लोपो भू भू च बहोः इत्यनेन भूयोगः इष्ठन् तेन सूत्रमिति नास्ति अत्र च इत्यस्य कथनेन अस्ति पूर्वतनसूत्रात् अस्मिन् सूत्रे अत्र इदानीं च इति अस्ति इति भूत्वा पूर्वतनसूत्रात् अत्र बहु इत्यस्य स्थाने भू आदेशः भवति प्रथमं तदानीमत्र भूयोगः इष्ठन् अस्ति इदानीम् इष्टस्य इट् आगमः अस्ति इति इदानीमत्र इट् यः अस्ति सः आगमः इष्टस्य अस्ति इत्युक्ते अत्र इट् इत्यस्मिन् अत्र टकारः वदति आगमः प्रत्ययस्य आदौ भवति इति आद्यन्तौ टकितौ इत्यनेन अतः इष्टस्य आगमः अस्ति परन्तु अत्र इट् इत्यस्मिन् शब्दे अत्र यः इकारः अस्ति सः इकारः उच्चारणार्थः इति इत्युक्ते येन सूत्रेण अत्र किमस्ति इत्युक्ते अत्र लोपः यद् उक्तमस्ति पूर्वतनसूत्रे सः लोपः एतेन सूत्रेण निषिद्धः भवति अतः अत्र इष्ठन् इत्यस्य इकारः तिष्ठति परन्तु यट् इत्यस्य यः इकारः अस्ति सः तु उच्चारणार्थम् अस्ति उच्चारणार्थः इकारः अतः भूयोगः यकारः योगः इष्ठन् भूत्वा अत्र भूयिष्ठ इति प्रातिपदिकम् परन्तु महोदय एकः प्रश्नः तत्र बहुयोगः इष्ठन् एतस्मिन् उदाहरणे बहुर्लोपो भू च बहोः इत्यस्मिन् प्रसक्तिः अस्ति वा किमर्थमित्युक्ते तत्र इमनि अपि च इयसुं परयोः अस्ति चेत् अपि तत् सूत्रस्य प्रसक्तिः भवति वा भवतः प्रश्नः न अवगतः अत्र बहुयोगः इष्ठन् अस्ति इष्ठन् इति प्रत्ययः परः अस्ति इति कृत्वा बहोर्लोपो भू च बहोः इति सूत्रस्य किमपि कार्यम् अत्र नास्ति साक्षात् तस्य कार्यं किमिति न श्रूयते नेहरुल् महोदयस्य प्रतिध्वनिः अस्ति क्षम्यताम् परन्तु प्रश्नः एव अस्ति बहुयोगः इष्टन् अस्ति चेत् बहुर्लोपो भू च बहोः इत्यस्मिन् किमपि कार्यं नास्ति तत्र इष्टस्य यच् च एतदेव सूत्रस्य कार्यमस्ति खलु सत्यम् अपि च च इत्यस्य कथनेन तत्र बहु इत्यस्य स्थाने भू उपरि स्टात् आगच्छति ओ आम् आम् तादृश अर्थः आगच्छति साक्षात् सूत्रमिति नास्ति पृथक्तया नाम बहोर्लोपो भू च बहोः इति सूत्रेण नास्ति तस्मात् सूत्रात् अर्थः आनीयते अत्र अस्तु समीचीनमस्ति तर्हि अग्रे गच्छेम इदानीं विद्याभगिनी अग्रे ऋतो ऋतो हलादेर्लघोः हलादि बसंज्ञकाङ्गस्य लघु ऋकारस्य स्थाने र आदेश रेपादेशः भवति इष्टन् इयसन् इमनच् इत्येषु प्रत्ययेषु परेषु अत्र सूत्रमस्ति र ऋतो ल हलादेर्लघोः इत्युक्ते हलादि हलादिः प्रकृतिः हलादिः अस्ति अपि च बसंज्ञकः अस्ति तत्र प्रकृतौ लघु ऋकारः अस्ति चेत् ऋकारस्य स्थाने रेपादेशः भवति निमित्तमस्ति इष्टन् इयसुन् इमनच् इत्येते प्रत्ययाः परेषु इत्येषु प्रत्ययेषु परेषु इति अस्ति अत्र उदाहरणमस्ति पृथुयोगः इष्टन् पृथु इति हलादिः अस्ति ऋकारः अपि अस्ति इति कृत्वा तत्र ऋकारस्य स्थाने रेपादेशः इष्टन् प्रत्ययः एव निमित्तं ऋतो हलादेर् लघुः इत्यनेन हलादिबसंज्ञक अङ्गस्य लघु ऋकारस्य स्थाने रेपादेशः, तर्हि ऋकारस्य स्थाने रेपादेशः प्रतुयोगः इष्ट. प्रतु इति अनेका च अस्ति, अतः टेः इत्यनेन टीभागस्य लोपः, तर्हि अत्र उकारस्य लोपः, तर्हि प्रत्योगः इष्ट. प्रतिष्ठ इति प्रातिपदिकं, प्रतिष्ठः प्रतिष्ठा प्रतिष्ठम् इति त्रिषु लिङ्गेषु रूपाणि. एवमेव अत्र पृतुयोगः, पृतुयोगः इयसुन् इति अस्ति, पुनः ऋतो हलादेर् लघुः इत्यनेन ऋकारस्य स्थाने रेपादेशः, टेः इत्यनेन टीभागस्य लोपः, तर्हि प्रत्योगः इयस् प्रतीयस् इति प्रातिपदिकं, पुल्लिङ्गे प्रतीयान् प्रतीयसि प्रतीयः इति त्रिषु लिङ्गेषु रूपाणि. कीदृश अर्थः अस्ति इति पृथु इति पृथ्वी इत्यस्मिन् अर्थे किल इदानीं वदामि. प्रतिष्ठ पृथ्वी कुत्र अस्ति प्राप्तं वा न महोदय? अत्र अहं अत्र दृष्टवान् पृथ्वी अर्थः वैड् इति अस्ति, ब्राड् वैड्. अस्तु प्रतिष्ठ अस्तु पृथ्वती इति वा अस्तु अग्रिमं तादृशः विशालः तादृश अर्थः अस्ति पृथुः. तत्र विशेषणशब्दः अस्ति पृथुः, विशालः बृहान् तादृश अर्थः अस्ति. अस्तु मृदु अस्तु भगिनि मृदु इति मृदुयोगः इष्टन्, पुनः मृदु हलादिः अस्ति, ऋकारः अपि अस्ति इति कृत्वा तत्र ऋतो हलादेर् लघोः इत्यनेन हलादिबसंज्ञकाङ्गस्य लघु ऋकारस्य स्थाने रेपादेशः, तर्हि मृदुयोगः इष्ट. मृदु अनेका च, अतः टेः इत्यनेन टी भागस्य लोपः. मृद् योगः इष्ट, मृदिष्ट मृदिष्टः मृदीयान्, तर्हि पुनः अत्र मृदु इति शब्दः अस्ति, हलादिः ऋकारस्य स्थाने रेपादेशः, तर्हि मृदुयोगः इष्टन्. मृदु इति अनेका च अस्ति, अङ्गस्य बसंज्ञा अपि अस्ति इति कृत्वा टेः इत्यनेन टी भागस्य लोपः, अतः उकारस्य लोपः. मृद्योगः इष्ट मृदिष्ट इति प्रातिपदिकं, मृदिष्टः मृदिष्टा मृदिष्टं त्रिषु लिङ्गेषु रूपाणि. एवमेव अत्र मृदुयोगः इयसुन् इत्यस्मिन् पुनः ऋकारस्य रेपादेशः, टेः इत्यनेन उकारस्य लोपः. मृद्योगः इयस् मृदीयस् इति प्रातिपदिकं, मृदीयान् पुल्लिङ्गे मृदीयसि मृदीयः नपुंसकलिङ्गे. तर्हि मृदुतमः मृदुतरः इति. महोदय हल्लादि कथमस्ति अङ्गौ? मकारः आदौ अस्ति खलु मृदु मकारान्त हलन्तः इति न हलादिः. सरला भगिनी न अवगच्छामि. मकारः आदौ अस्ति खलु हल् वर्णः? अस्तु अस्तु आदौ वर्ण अस्तु आदौ अन्ते न आदौ आदौ अस्तु अस्तु धन्यवादः. अस्तु समीचीनमस्ति. तर्हि लक्ष्मी भगिनी अग्रे. आं महोदय भृष् योगः इष्टन् रारुतो हलार् भृश योगः इष्टन् रारुतो हलादेर् लघोः इत्यनेन हलादिभसंज्ञक अङ्गस्य लघुरुकारस्य स्थाने र आदेशः, भ्रश योगः इष्ट भ्रश अनेकाच् अतः टेः इत्यनेन टीभागलोपः, भ्रश् योगः इष्ठ भ्रसिष्ठ प्रातिपदिकं भ्रसिष्ठः भ्रशीयान्. अत्र अरारुतो हलादेर्लघोः इति सूत्रं कार्यं करोति. अत्र प्रातिपदिकमस्ति भृश् अपि च इष्टन् प्रत्ययं योजयामः. अत्र रारुतो हलादेर्लघोः इति सूत्रेण अत्र भृश् इति हलादि इत्युक्ते हलादिवर्ण पदम् इत्युक्ते तत्र शकारः हल् वर्णः. अपि च इष्टेन् प्रत्ययं योजयामश्चेत् तत्र तस्मात् पूर्व भृश् इति भासंज्ञक अङ्गं भवति. अपि च तस्मिन् ऋकारः अपि अस्ति लघुरुकारः. लघुरुकारस्य स्थाने अरा आदेशः भवति अनेन सूत्रेण. अतः भृशस्थाने भ्रश् इति आदेशः भवति. भ्रश् योगः इष्ट. अत्र भ्रश् इति रूपम् अनेकाच् भ्रश इति अनेकाच् अत्र अकारः द्विवारम् अस्ति अतः अनेकाच् अतः टेः इत्यनेन टी भागलोपः भवति तदा भ्रश् इति रूपमागतं. भ्रश् योगः इष्ट. भ्रशिष्ट भ्रशिष्ट प्रातिपदिकं. तस्मात् त्रिषु लिङ्गेषु रूपाणि भ्रशिष्टः भ्रशिष्ट भ्रशिष्टं तथा तादृशरीत्या एव इयसुन् प्रत्ययम् अपि योजयामः. योजयामश्चेत् तत्र भ्रश् योगः इयसुन् इति अन्ततो गत्वा तद् रूपम् आगतं. भ्रश् योगः इयस् भ्रशियस् इति प्रातिपदिकं. तस्मात् भ्रशीयान् पुंलिङ्गरूपं भ्रशीयसि स्त्रीलिङ्गरूपं भ्रशीयः नपुंसकलिङ्गरूपम्. अत्र घृशम् इत्युक्ते घृशं वदतु. वयं साधारणतया शृणुमः घृशम् इत्युक्ते अधिकम् इत्यस्मिन् अर्थे. भृशब्दस्य अधिक अर्थः अपि च शक्तिशाली अर्थः अपि अस्ति. तर्हि भ्रशिष्टः इति अधिकाधिकम् इति अपि अर्थः अस्ति. अधिकाधिकम् अपि पुनः सर्वशक्तिमान् इति तादृशः अथवा इतोपि शक्तिशाली इति अपि अर्थः अस्ति. अस्तु अग्रे. अत्र कृश योगः इष्टन् रारुतो हलादेर्लघोः इत्यनेन हलादिभसंज्ञकः अङ्गस्य लघुरुकारस्य स्थाने रा आदेशः. क्रश योगः इष्ट इति भवति. क्रश अनेकाच् अतः टेः इत्यनेन टी भागलोपः. क्रश् योगः इष्ट. क्रसिष्ट क्रसिष्टः क्रशियान्. अत्रापि अत्र प्रातिपदिकमस्ति कृश. अत्र कृश इति पदं हलादि अपि च भासंज्ञकः अपि च अत्र भासंज्ञकः अतः तस्मिन् अङ्गे लघुरुकारः अपि अस्ति. तस्य अनेन सूत्रेण लघु ऋकारस्य स्थाने र आदेशः भवति. अतः क्रश इति रूपम् आगच्छति. क्रशयोगः इष्ट. अत्र क्रश इत्यस्मिन् अकारः द्विवारम् अस्ति अतः अनेकाच् अतः टेः इत्यनेन किभागलोपः भूत्वा क्रश् इति रूपम् आगतं. क्रश् योगः इष्ट. क्रशिष्टप्रातिपदिकं. तस्मात् त्रिषु लिङ्गेषु रूपाणि. अपि च येसुन् प्रत्ययं योजयामश्चेदपि तादृशरीत्या एव कार्यं भवति. अन्ततो गत्वा क्रशीयस् इति प्रातिपदिकं. तस्मात् क्रशीयान् पुंलिङ्गरूपं क्रशीयसि स्त्रीलिङ्गरूपं क्रशीयः नपुंसकलिङ्गरूपम्. अस्तु समीचीनमस्ति. अपि च रूपमेव दृढ दृढ इति दृढ प्रथमतया दृढा भवति रारुतो हलादिर्लघोः इत्यनेन. दृढ अनेकाच् पदम् अतः टेः इत्यनेन टी भागलोपः भूत्वा दृढ् इति भवति. तस्मात् दृढिष्ठप्रातिपदिकं दृढीयस् यसून् प्रातिपदिकम् आगच्छति. द्रढीयसि तस्मात् द्रढीयान् द्रढीयसि द्रढीयः रूपाणि. हा तस्यापि उपयोगः भवितुमर्हति खलु, दृढिष्ठं ज्ञानम् इत्यादिकम्. अस्तु समीचीनमस्ति. शुकवनम तत्र अग्रे अन्तिमभागम् विभाषर्जोश्छन्दसि विभाषर्जोश्छन्दसि ऋजु अङ्गस्य ऋकारस्य स्थाने र आदेशः भवति वेदे विकल्पेन इष्टन् इयसून् इमनिच् इत्येषु प्रत्ययेषु परेषु. ऋजु योगः इष्टन् विभाषजो विभाषर्जोश्छन्दसि इत्यनेन ऋजु अङ्गस्य ऋकारस्य स्थाने र इति आदेशः भवति. अतः इदानीम् अङ्गं भवति रजु इति. रजुयोगः इष्ट रजु इति अनेकाचस्ति इत्यतः तत्र टेः इत्यस्य कार्यं भवति. इत्यनेन टी भागस्य लोपः भवति. टी भागः तु उकारः अस्ति अन्ते, तस्य उकारः. अतः रज् इति अङ्गं भवति. रज् योगः इष्ट रजिष्ट इति प्रातिपदिकं भवति. तस्य रूपाणि रजिष्ठः रजिष्ठा रजिष्ठम् इति त्रिषु लिङ्गेषु रूपाणि भवन्ति. एवमेव रजीयस् इति प्रातिपदिकम् इयसून् प्रत्ययं योजयित्वा तस्य रजीयान् रजीयसि रजीयः इति रूपाणि भवन्ति. किन्तु अर्थः किमिति न जाने. किन्तु वेदे एव भवति, एवमेव प्रदर्शितमस्ति, यतोहि तत्र सम्पूर्णरीत्या प्रदर्शनार्थमस्ति. किन्तु वेदे एव अस्माकं व्यवहारः न भविष्यति, न जाने अस्ति अर्थः. ऋजु इत्युक्ते सरलम् इति अस्ति महोदय, सरलं. हा सत्यं, सरलम् अथवा ऋजु इति, हा ऋजु इति सरलम् अथवा तत्र सोजा बहु साधु आर्जवम् इत्यस्मिन् अर्थे ऋजुमार्गः इति मार्गः इति तत्र तत्र वक्र वक्र वक्रता नास्ति इति अत्र इति साधारणार्थः अवश्यं. ऋजुः सत्यं, ऋजुः इति साधारणशब्दः अस्ति. वेगे वेदे एव अस्य रूपस्य प्रयोगः भवति. किन्तु ऋजुशब्दः प्रायः स एव शब्दः स्यात् यत्र वक्रता नास्ति. कुटिलगति इति अस्माभिः पूर्वं पठितं, तस्य विपरीत विपरीतः कुटिलगतिः यत्र नास्ति. सत्यम्. इदानीं तत्र विभाषा इति अस्ति. अनेन सूत्रेण कार्यं विकल्पेन भवति इत्यतः कार्यस्य विपक्षे इत्युक्ते यत्र ऋजु इत्यत्र ऋकारस्य स्थाने रेपः र इति न भवति तत्र रूपं कथं भवति इति चेत् ऋजुयोगः इष्टन् ऋजुयोगः इष्ट इति अस्ति. इदानीं तत्र अङ्गः अङ्गमस्ति अनेकाच् इति कृत्वा टेः इत्यनेन टी भागस्य लोपः. ऋज् योगः इष्ट ऋजिष्ट इति रूपं भवति. तत्र मुद्रणदोषमस्ति वा महोदय, रजिष्ट इति लिखितं ऋजिष्टः ऋजिष्टा ऋजिष्टम् इति भवेत् रूपाणि. हा ऋकारः अस्ति. सत्यं, धन्यवादः. अत्र प्रायः नाम लोके अपि स्यात् इदं रूपं यत्र तत् कार्यं विहितम् अस्ति वेदे, किन्तु कार्यं नास्ति चेत् एवमेव रूपं स्यात्. हा हा, इत्युक्ते तत्र र इति आदेशः केवलं वेदे एव भवति. सत्यं, ऋजिष्ठः तदपि तस्य व्यवहारं कर्तुं शक्नुमः. अस्तु, बहु सम्यक् अस्ति. नाम अत्र सूत्राणां दर्शनेन लाभः कः इति चेत् सर्वे वैयाकरणाः भवितुम् इच्छन्ति इति इच्छेयुः इति न वदामि, किन्तु यत्र एतादृशविषयः आगच्छति यत्र आगच्छति तत्र अस्माभिः ज्ञातव्यमस्ति यत् रूपाणि कानि. रूपाणां निरूपणार्थं वर्णनार्थं सूत्र उपकारकं भवति सूत्रम् इति कृत्वा किञ्चित् किञ्चित् ज्ञानं भवति चेत् लाभाय अस्ति खलु. बहूनि रूपाणि शब्दकोशे न भवन्ति. व्यवहारे आनयनं भवति चेत् वरम् इति कृत्वा कश्चन लघुपरिचयः भवति चेत् बहु समीचीनमस्ति इति मन्ये. अस्तु इति इष्ठन् इयसून् इति द्वयोः विषयोः त्वं रुजिष्ठः किमिति त्वं रुजिष्ठः तत्र अस्ति तृतीया न रजिष्ठः त्वं रजिष्ठः अत्र एकमस्ति रजिष्ठः रजिष्ठा रजिष्ठः मुद्रणदोषमिति वदतु त्वं रजिष्ठः इति अस्ति तत् मुद्रणदोषमस्ति तत्तु वाक्यम् उदाहरणमस्ति भगिनि अत्र त्वं एकं पदं रुजिष्ठः अन्यत् पदम् ओ ओ ओ ओ न अवगच्छामि स्म हा तत् तदेव उदाहरणमस्ति आम् त्वं रुजिष्ठः त्वं रुजिष्ठः इति उदाहरणमस्ति तावदेव अस्ति न अवगच्छामि स्म आमां समीचीनमस्ति. तर्हि अग्रिमे सप्ताहे समासः इति विषयः आरप्स्यते. तत्र व्यस्तप्रयोगः समस्तप्रयोगः इति आरम्भे ज्ञातव्यमस्ति. अनन्तरं क्रमेण सर्वेषां समासानां अर्थः कः. अत्र समासप्रसङ्गे अर्थः प्रधानः अस्ति. एकं पदं भिन्नरीत्या अर्थः स्वीक्रियते चेत् तस्य समासः पृथक् अस्ति. तत्पुरुषसमासः, कमदायसमासः, बहुव्रीहिसमासः. तत्र प्रथमतया वाक्यं द्रष्टव्यमस्ति, पदं द्रष्टव्यमस्ति वाक्ये. केवलं पदं वदामः चेत् बहुत्र वक्तुम् एव न शक्नुमः तस्य अर्थः कः. अतः कीदृशसमासः समासः इति समस्तमिति कृत्वा समासः, यत्र पदानां संयोजनमस्ति तत्र समासः अस्ति. तत्र व्यस्तप्रयोगः भवति यत्र पृथक् कुर्मः इति सर्वैः अवगन्तव्यमस्ति. तत्र उत्तमः बालकः गच्छति इति व्यस्तप्रयोगः इति वदामः. व्यस्त यत्र पृथक्तया वदामः तत्र व्यस्तप्रयोगः. तत्र व्यस्तशब्दस्य साधारणतया अहं बहु अतीव व्यस्तः अस्मि इति शब्दः स एव अस्ति, किन्तु अर्थान्तरमस्ति. बालकः तत्र उत्तमः बालकः गच्छति इति व्यस्तप्रयोगः, उत्तमबालकः गच्छति इति समस्तप्रयोगः इति अग्रिमे सप्ताहे आरम्भं करिष्यामः. अस्तु, समीचीनमस्ति. तर्हि इदानीं समयः जातः. धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः महोदय. नमस्कारः.